नमस्सर्वेभ्यः समासचिन्तनवर्गे सर्वेषां स्वागतम्. जायमानविषयमस्ति द्वितीयतत्पुरुषसमासस्य अपवादसूत्रम्. उमा भगिनी पठति वा? पठामि. द्वितीयाश्रितातीतपतितगतात्यस्त प्राप्तापन्नैः इति सूत्रस्य अपवादः इदं सूत्रं द्वितीया तत्पुरुषसमासस्य इति सूत्रस्य अपवादः इदं सूत्रं प्राप्त आपन्न इत्येतौ द्वितीयान्तेन सुबन्तेन सह विकल्पेन समस्येते तत्पुरुषस्य समासो भवति. प्राप्तापन्ने च द्वितीयया प्राप्त आपन्न इत्येते पदे द्वितीयान्तेन सुबन्तेन सह विकल्पेन समस्येते तत्पुरुषस्य समासो भवति. प्राप्तं च आपन्नञ्च तयोः इतरेतरद्वन्द्वः प्राप्तापन्ने. प्राप्तापन्ने प्रथमान्तं द्वितीयया तृतीयान्तं च अव्ययं त्रिपदं सूत्रम्. एतत् सूत्रं द्वितीयाश्रितातीतपतितगतात्यस्त प्राप्तापन्नैः 24 इति सूत्रस्य अपवादः अस्ति. सुभामन्त्रिते पराङ्गवत्स्वरे इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति. प्राक्कडारात् समासः इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः सः सुपा इत्यस्य अधिकारः विभाषा इत्यस्य अधिकारः द्वितीया तृतीया चतुर्थतुर्याण्यन्यतरस्याम् इत्यस्य नमस्ते महोदय. नमस्ते भगिनि. नमस्ते नमस्ते उषा भगिनि. विभाषा तृतीया चतुर्थ तुर्याण्यन्यतरस्याम् इत्यस्मात् सूत्रात् अन्यतरस्याम् इत्यस्य अनुवृत्तिः तत्पुरुषः इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं प्राप्तापन्ने सुपौ द्वितीयया सुपासः विभाषा तत्पुरुषः समासः अन्यतरस्याम्. सो अत्र द्वितीयाश्रितातीतपतित इत्यस्य अपवादसूत्रं विवरणं करोति. अत्र प्राप्त आपन्न इत्येतौ द्वितीयान्तेन सुबन्तेन सह विकल्पेन समस्यते दट् मेक्स् तत्पुरुषसमासः. तत्र केवलं प्राप्त आपन्न इति द्वितीयप्रत्ययान्तपदं पदद्वयं द्वितीयान्तसुबन्तेन सह समस्यते वा विकल्पेन समस्यते इति उक्तमस्ति. प्राप्त आपन्नः इति कृत्यप्रत्ययान्तशब्दपदानि दत्तानि तेषामेव अत्र उल्लेखः अस्ति. प्राप्त आपन्ने च द्वितीयया इति प्राप्तापन्ने इति सप्तमी केन उक्तम्? प्रथमाविभक्तौ महोदय. प्रथमाविभक्तौ प्राप्त च आपन्न च सो द्वन्द्वसमास प्राप्तं च आपन्नं च इतरे प्राप्तापन्ने इति प्रथमाविभक्तिः अस्ति इति वनम्बने समथिङ्ग् लैक् दट् वनम्बने वनानि वनम्बने वनानि प्राप्तापन्नं प्राप्तापन्नं ओके ओके वदतु भगिनि. ओके प्राप् सर्वान् ओवर् नो विभाषा तत्पुरुषसमासः अन्यतरस्याम् ओके प्राप्तापन्ने सुपौ द्वितीयया सुपासः विभाषा तत्पुरुषकसमासः अन्यतरस्यां. सो तत्पुरुषसमासः हौ इट् कम्स् प्राप्तापन्ने सुपौ द्वितीया सुपासः. प्राप्तापन्ने इति सुबन्धपदं, द्वितीया सुपासः समस्यते. विभाषा अपि भवति तत्पुरुषसमासे. अन्यतरस्यां दट् इस् विभाषा, अन्यतरस्यां बोत् आर् सेम् नो? न भगिनि, अत्र विभाषा अपि, विभाषा इस् फर् व्यस्तप्रयोग, अन्यतरस्याम् इस् फर् समथिङ्ग् एल्स् भगिनि, फर् द षष्ठी तत्पुरुष. पासिबल् दट् इस् वै अन्यतरस्यां कम्स्. Two types of samasa, isn't it? Anyatarasya means right. There is possibility, there are two types of samasa. Right. But as Usha Bhagini said, vibhasha also means vikalpa. Yes. Anyatarasya also vikalpa. Yes. Right? Yes. But the, why should they have two words to indicate the same thing if there is only one vikalpa to be understood? But there is the case that vibhasha tatpurushaka samasaka means there is another type of samasa is also possible, that is maybe vyasta prayoga. No, vibhasha when it is used, it is only saying vaikalpika rupam vyasta prayogam bhavati iti. Okay. Kintu anyatarasyam iti padanam kim sujayati anya tatpurusha samasasya. Oh. तत्कारणेन अन्यतरस्यां किं सूचयति सादा सामान्य षष्ठी तत्पुरुषसमासस्य सम्भावना उल्लेखयति अन्यतरस्याम् इति पदं. विभाषा केवलं व्यस्तप्रयोगस्य सूचना एव. One is Shashti Tatpur Samasa, then what is the other one? Dvitiya Tatpurusha. Okay. Dvitiya Tatpurusha Samasa Bhavati, Prapta Apanna Iti Padatvayasya, Dvitiyanta Subantena Saha, Dvitiyanta Tatpurusha Samasa Bhavati, Sintu Tatra Kimasti Vyasta Prayogam Vibhasha Iti Sujayati. अन्यतरस्याम् इति पदस्य अनुवृत्तिरूपेण किं वदति षष्ठी सुबन्धेन सह अपि प्राप्ता आपन्ना पदद्वयस्य समसनं कर्तुं शक्यते येन षष्ठी तत्पुरुषसमासः अपि भवितुम् अर्हति न तु केवलं द्वितीय. Like praptasya jivika, praptasya jivika, prapta jivika, jivika prapta api bhavitum arhati, vyasta prayoga api bhavitum arhati, jivikam praptah. Kintu, Sabagini, I was used to Sorry, mama grihe. Dvaimudranam, it was more about, you know. Yeah, the sentences, and, yeah. And karmani, kaftari, prayoga and all those things. Amo. Less was discussed about the samasana. Yeah. So, Judhiya Tatpurusha. So, I was a bit confused about what was the importance in that. So you may have to educate me. I am not very clear about it. I think they are in here itself. They will tell us, Hodya, as we go further. Okay. Yeah. So, right. Tatra, then, Shabagini, Bhavati Eva Patate. Praptapanne cha dvitiya, iti dvitiya, sutadi. Praptapanne cha dvitiya, iti sutram, dvitiya, sutatita, पतितगतास्यस्त प्राप्तापन्नैः इति सूत्रस्य अपवादः अस्ति. यदि द्वितीयाश्रितातीतपतितगतास्यस्त प्राप्तापन्नैः इति सूत्रेण समासः भवति तर्हि प्राप्तः आपन्नः चेत् अनयोः पदयोः पूर्वनिपातः न सम्भवति. द्वितीयाश्रितातीतपतितगतास्यस्त प्राप्तापन्नैः इति सूत्रेण समासः भवति चेत् प्राप्त आपन्न इति पदयोः पूर्वनिपातः न सम्भवति. द्वितीयान्तपदमेव पूर्वपदम् अस्ति. द्वितीयाश्रितातीतपतितगतात्यस्तप्राप्तापन्नः इति सूत्रेण जीविका प्राप्तः इति समासः भवति. जीविकां प्राप्तः इति कृते जीविकाम् इति द्वितीयान्तपदं पूर्वनिपातः भवति. सो जीविका प्राप्तः इति समासः भवति. यतोहि द्वितीयान्तं पदं पूर्वपदे अस्ति, प्राप्तः इति पदम् उत्तरपदे भवति. यदि प्राप्तः आपन्नः च इति अनयोः पदयोः पूर्वनिपातः इष्यते तर्हि प्राप्तापन्ने च द्वितीयया इति सूत्रस्य आवश्यकता भवति. प्राप्तजीविका इति समासः सिद्ध्यति अनेन सूत्रेण. सो प्राप्त आपन्न इति अनयोः पदयोः पूर्वनिपातः इष्यते चेत् तेन् प्राप्तापन्ने च द्वितीयया इति सूत्रेण इति सूत्रस्य आवश्यकता भवति. यतोहि प्राप्तापन्ने च द्वितीयया इति समासविधायकसूत्रे प्राप्त आपन्न इति पदं प्रथमाविभक्तौ द्विवचनम् अस्ति. तत्कारणतः प्राप्तः आपन्नः इति पदं पूर्वनिपातः भवति, पूर्वप्रयोगः भवति. प्राप्तः जीविका, प्राप्तस्य जीविका इति कृते प्राप्तजीविका इति समासः सिद्ध्यति अनेन सूत्रेण, प्राप्तापन्ने च द्वितीयया इति सूत्रेण. द्वितीया तत्पुरुषसमास. प्राप्तजीविका इति पदं षष्ठी तत्पुरुषसमास अपवादसूत्रम् अपवादसूत्रं षष्टिसमासः भवति, षष्ठी तत्पुरुषसमासः भवति. नाट् बै षष्ठी इति सूत्रेण नास्ति, प्राप्तापन्ने च द्वितीयया इति सूत्रस्य आवश्यकता अस्ति इति अपवादसूत्रेण भवति. भगिनि, केन् वि से दट् इट् इस् अ षष्ठी अपवादसूत्रम्? नो नो नो नो द्वितीया तत्पुरुषसमासस्य अपवादसूत्र. आं महोदय, आं महोदय. उत्तमम् अस्ति, उत्तरम् अस्ति, सारी, उत्तरम् अस्ति यत् प्रकृतसूत्रस्य प्रवृत्तेः अभावपक्षे व्यस्तप्रयोगः सम्भवति. यतोहि विभाषा इत्यस्य अधिकारः अस्ति. वाट् इस् द क्वश्चन्? ओ, प्राप्तापन्ने च द्वितीयया इति सूत्रं तु विभाषा इत्यस्य अधिकारे अस्ति. तर्हि पुनः किमर्थम् अन्यतरस्याम् इति पदस्य अनुवृत्तिः क्रियते? द्वितीया तृतीया चतुर्थतुर्याणि अन्यतरस्याम् इत्यस्मात् सूत्रात् अन्यतरस्याम् इति पदं प्राप्तापन्ने च द्वितीयया इति सूत्रस्य कृते अनुवृत्तिसहितम् आगच्छति. ओके, प्राप्तापन्ने च द्वितीयया 2-4, दिस् इस् 2-3. ओके, द्वितीया तृतीया चतुर्थतुर्याणि अन्यतरस्याम् इति पदम् अग्रे प्राप्तापन्ने च द्वितीयया इति सूत्रस्य अनुवृत्तिः भवति. किमर्थम् इति चेत् उत्तरम् अस्ति यत् प्रकृतसूत्रस्य प्रवृत्तेः अभावपक्षे व्यस्तप्रयोगः सम्भवति. यतोहि विभाषा इत्यस्य अधिकारः. ओके, प्रकृतसूत्रम् अत्र प्राप्तापन्ने च द्वितीयया इति सूत्रस्य प्रवृत्तम् अभावपक्ष. ओके, इति प्राप्तापन्ने च द्वितीयया इति सूत्रेण द्वितीया तत्पुरुषसमासस्य अपवाद. ओके, अपि च अन्यतरस्याम् इत्यनेन द्वितीया तत्पुरुषसमासः अपि सम्भवति. ओके, अपि च अन्यतरस्याम् इत्यनेन द्वितीया तत्पुरुषसमासः अपि सम्भवति. सो जीविक प्राप्तस्य जीविका इत्येव प्राप्तजीविका प्राप्तस्य जीविका द वन् हु रामः प्राप्तजीविका प्राप्तस्य जीविका इति नास्ति भगिनि अन्यतरस्याम् इति पदस्य प्रभावेन आयाति अन्यतरस्य जीविका इति तत्र प्राप्तं जीविका ओके when I say ramah prapta jivikah ramah prapta jivikah then it is it's by 2 to 4 prapta pannecha dvitiyaya prapta pannecha dvitiyaya prapta iti padam prathama vibhaktau so purva padam prapta jivika so ramah prapta jivikah then I can say that okay then the other way dvitiya tritiya chaturtha turyani anyatarasyam ityanena jivikam praptah so jivika no tatra dvitiya tritiya chaturtha turyani anyatarasyam ityasmat kevalam anyatarasyam ityasya anuvrtti asti anyatarasyam iteva purna sutram nasti sampurna sutram nasti सो अन्यतरस्याम् इत्यनेन उत्तरम् अस्ति यत् प्रकृतसूत्रेः लिटिल् बिट् केन् प्रकृतसूत्रस्य प्रवृत्तेः अभावपक्षे व्यस्तप्रयोगः सम्भवति यतोहि विभाषा इत्यस्य अधिकारः अस्ति ओके अपि च अन्यतरस्याम् इत्यनेन द्वितीया तत्पुरुषसमासः अपि सम्भवति अन्यतरस्याम् इत्यनेन द्वितीया तत्पुरुषसमासः अपि सम्भवति द्वितीया शितातीतपतितगतातिस्थप्राप्तापन्नैः इति सूत्रेण या सो या द्वितीया शितातीतपतितगतातिस्थप्राप्तापन्नैः इत्यनेन द्वितीयान्तपदेन सह प्राप्त इति पदम् आगच्छति द्वितीयान्तं पदं प्रथमा पूर्वपदम् यदि अन्यतरस्याम् इति पदं नास्ति प्राप्तापन्ने च द्वितीयया इति सूत्रे तर्हि इदं सूत्रं तु द्वितीयाशितातीतपतितगतात्यस्तप्राप्तापन्नः इति सूत्रस्य अपवादः इति कृत्वा द्वितीया तत्पुरुषसमासः नैव सिद्ध्यति आम् इफ् द अन्यतरस्याम् इस् नाट् देर् देन् द द्वितीया तत्पुरुषसमासः न सिद्ध्यति किन्तु द्वितीया तत्पुरुषसमासः अपि इष्यते अत्र इति कृत्वा अन्यतरस्याम् इति पदस्य अनुवृत्तिरूपेण स्वीक्रियते सो आं महोदय सो षष्टि इल् या अथवा प्राप्त आपन्न इति पूर्वपदम् सो वेन् यु वाण्ट् टु गेट् प्राप्त आपन्न इति पूर्वपदं भवितुम् इच्छति चेत् तत्र अन्यतरस्याम् इत्यस्य बलेन एव भवति यदि अन्यतरस्याम् इति नास्ति चेत् द्वितीयाश्रितादिपदप्राप्तापन्नि इति सूत्रम् एवं कावेरी करोति न तु प्राप्तापन्ने च द्वितीयया प्राप्तापन्ने च द्वितीयया सम्पूर्णार्थम् अनुवृत्ति आवश्यकं भवति अन्यतरस्याम् इत्यस्य द्वितीया तत्पुरुषसमासः अत्र इष्यते अत्र द्वितीया तत्पुरुषसमासः इष्यते वयत्र द्वितीया तत्पुरुषसमासः एव केवलं पूर्वपदं किं भवति उत्तरपदं किं भवति किं भवति पृथक्त्वं भवति यदि द्वितीयाश्रितादीतपदगतात्यस्तप्राप्तापन्नि इति सूत्रेण क्रियते चेत् द्वितीयान्तं पदं पूर्वपदं भवति पूर्वपदम् किन्तु प्राप्तापन्ने च द्वितीयया इति अनुवृत्तिरूपेण अन्यतरस्यां स्वीकृत्य पूर्वपदस्य द्वितीयान्तं पूर्वपदस्य स्थाने प्राप्त आपन्न इति पूर्वपदं भवितुम् अर्हति प्राप्तापन्ने च द्वितीयया इति सूत्रे प्राप्तापन्ने इति प्रथमविभक्त्याम् अस्ति इति कृत्वा सो प्राप्तजीविकः इति प्राप्तापन्ने च द्वितीयया इति सूत्रेण समासः भवति प्राप्तजीविकः, जीविका प्राप्तः इति द्वितीया शितातीतपतित गतात्यस्तप्राप्तापन्नैः अथवा अन्यतरस्याम् इत्यनेन. व्यस्तप्रयोगः विभाषा इत्यनेन व्यस्तप्रयोगः जीविकां प्राप्तः इति. आं महोदय, तिसृरूपः अस्ति अन्यतरस्यां प्राप्तजीविकः इति सूत्रे अस्ति इति पदे अस्ति. प्राप्त अन्यतरस्यां प्राप्त प्राप्तापन्ने च द्वितीयया इति अन्यतरस्यां अनुवृत्तिभूतत्वेन अस्ति. प्राप्तापन्ने तत्र अन्य अन्यतरस्याम् एव नास्ति, केवलं केवलं विभाषा इति अन्तर्गता अस्ति इति कृत्वा व्यस्तप्रयोगः साधु एव इति कृत्वा जीविकां प्राप्तः इति उभयत्र व्यस्तप्रयोगः उभयस्य व्यस्तप्रयोगं व्यस्तरूपं समानमेव. प्राप्तजीविका तस्य प्रस्थप्रयोगम् अस्ति जीविकां प्राप्तः, जीविका प्राप्तः तस्यापि प्रस्थप्रयोगम् अस्ति जीविकां प्राप्तः इति. किन्तु प्राप्तजीविकः इति प्राप्तापन्ने च द्वितीयया इति सूत्रेण भवति, जीविका प्राप्तः इति द्वितीयाश्रितातीतपतितगतस्य प्राप्तापन्ने सूत्रेण भवति. किन्तु अस्य प्राप्तजीविका कथं तत्पुरुषसमासः भवति? प्राप्तजीविका इति प्राप्तापन्ने च द्वितीयया इति सूत्रेण अपवादसूत्रेण भवति. प्राप्तापन्ने इति प्रथमाविभक्त्याम् अस्ति कृत्वा प्राप्ता अथवा आपन्न इति पदस्य पूर्वनिपातं भवति. प्राप्तः जीविकां प्राप्तजीविकः. सो रामः प्राप्तजीविकः उभयत्र किम् अस्ति जीविकाम् इति द्वितीयान्तं पदमेव योजयनं भवति. अवगतम्. केवलं पूर्वनिवादस्य भिन्नत्वम् अस्ति समस्तपदे. आम् आम् महोदय, प्राप्तजीविकः जीविक प्राप्तः जीविका प्राप्तः प्राप्तः जीविकां त्रीणि रूपाणि. अलौकिकविग्रहस्य प्राप्तः जीविका एतद् महोदय प्राप्तः जीविकां प्राप्तजीविकः जीविका प्राप्तः प्राप्तः जीविकम् अलौकिकविग्रहवाक्यं भवति. प्राप्त योगः सु योगः जीविका योगः प्राप्तापन्ने च द्वितीयया इति सूत्रेण समासः भवति. प्रातिपदिकसंज्ञानन्तरं सु लुक् भवति. प्राप्तशब्दस्य उपसर्जनसंज्ञा भूत्वा तस्य पूर्वनिपातः च भवति. प्राप्तजीविका इति नूतन प्रातिपदिकं निष्पद्यते. तदेव वयं प्राप्तजीविक प्राप्तः जीविकः अत्र प्राप्तः इति प्रथमा विभक्तिः अस्ति. अतः विग्रहवाक्यम् अलोकविग्रहवाक्यमस्ति प्राप्तयोगः सु. केन सूत्रेण? प्राप्तापन्ने च द्वितीया इति सूत्रेण समासः भवति. प्राप्तः प्रथमा विभक्तिः अस्ति, ततः सुबन्त सुप् लुक् भवति. तदनन्तरं उपसृजनसंज्ञा भवति प्रथमाभिव्यक्तिः अस्ति चेत् ततः पूर्वनिपातः अपि भवति. समस्तपदमस्ति. नूतन प्रातिपदिकमस्ति प्राप्तजीविका इति नूतन. जीविका इति पदं नियतविभक्तौ स्त्रीलिङ्गे च अस्ति इति कारणेन एव एकविभक्ति च पूर्वनिपाते इति सूत्रेण जीविका इति स्त्रीलिङ्गशब्दस्य उपसर्जनसंज्ञा भवति, परन्तु तस्य पूर्वनिपातः न भवति. उपसर्ज पुनः पठामि. जीविका इति पदं नियतविभक्तौ स्त्रीलिङ्गे च अस्ति जीविका इति कारणेन एकविभक्ति च पूर्वनिपातौ निपाते इति सूत्रेण जीविका इति स्त्रीलिङ्गपदस्य उपसर्जनसंज्ञा भवति, परन्तु तस्य पूर्वनिपातः न भवति। उपसर्जनसंज्ञकस्त्रीप्रत्ययान्तस्य जीविका इति शब्दस्य अश्वत्वं भवति गोस्त्रियोर् उपसर्जनस्य इत्यनेन सूत्रेण। अतः प्राप्तजीविका इति प्रातिपदिकं निष्पद्यते। सामान्यतया जीविका इति स्त्रीलिङ्गशब्दः स्त्रीलिङ्गशब्द अपि प्रथमविभक्ति प्रथमविभक्ति न द्वितीयविभक्ति न महोदय जीविका प्रथमाविभक्ति इति नास्ति, नियतविभक्तिकम्। ओके, नियतविभक्तिकम् इत्युक्ते तस्य विभक्तिक एकमेव विभक्ति तस्य रूपं दृश्यते। जीविकाम् इति द्वितीयान्तपदमेव सर्वत्र प्रयुज्यते इति कृत्वा नियतविभक्तिकं स्त्रीलिङ्गे भवति। तत्र स्त्रीलिङ्गनियतविभक्तिकम् अस्ति इति कृत्वा एकविभक्ति चापूर्वनिपाति इति सूत्रेण जीविका इति पदस्य उपसर्जनभवति, परन्तु किन्तु पूर्वनिपातः न भवति। तत्र पूर्वनिपातस्य उपसर्जनसंज्ञस्य उपयोगद्वयमस्ति। उपसर्जनसंज्ञा यत्र भवति तत्र उपसर्जनं पूर्वम् इति सूत्रेण पूर्वनिपातं भवितुम् अर्हति, किन्तु यत् नियतविभक्तिकस्य कारणेन उपसर्जनसंज्ञा भवति तत्र गोस्त्रियोर् उपसर्जनं स्यात् सूत्रमेव कार्यं करोति, न तु उपसर्जनं पूर्वम् इति। ओ ओके, तत्र जीविका इति पदं नित्यविभक्तौ स्त्रीलिङ्ग नियतविभक्तौ स्त्रीलिङ्गे च अस्ति। अतः एकविभक्ति च अपूर्वनिपाते इति सूत्रेण स्त्रीलिङ्ग उपसर्जनसंज्ञा भवति, परन्तु पूर्वनिपातः न भवति। कथम् आगच्छति पूर्वनिपात उपसर्जनसंज्ञा इति चेत् गोस्त्रियोरुपसर्जनस्य इति सूत्रेण एव जीविकाय शब्दस्य उपसर्जनसंज्ञा भवति। अतः प्राप्तजीविका तदनन्तरं गोरोस्त्रियोपसर्जनस्य इत्यनेन सूत्रेण, अतः प्राप्तजीविका इति हर्षः भवति, हर्षाकारः भवति। परवलिङ्गं द्वन्द्वतत्पुरुषयोः इति सूत्रेण द्वन्द्वस्य तत्पुरुषस्य च परस्य यत् लिङ्गं तत् भवति इति कृत्वा समासः स्त्रीलिङ्गे स्यात्, यतोहि जीविका स्त्रीलिङ्गे अस्ति। परन्तु द्विगु प्राप्तापन्नालम् प्राप्तापन्नालां पूर्वगतिसमासेषु प्रतिषेधः वाच्यः इति वार्तिकेन पर्वलिङ्गं द्वन्द्वतत्पुरुषयोः इति सूत्रस्य निषेधः क्रियते इति कारणेन विशेषस्य पद अनुसृत्य समासस्य लिङ्गं निर्णयते। ओके, सामान्यतया पर्वलिङ्गं द्वन्द्वतत्पुरुषः सूत्रे द्वन्द्वसमासः वा तत्पुरुषसमासः परस्य यं लिङ्गं तदेव भवति समासः स्त्रीलिङ्गे भवति, परन्तु अत्र जीविका इति स्त्रीलिङ्गे अस्ति तद् परन्तु द्विगु प्राप्त आपन्नालां पूर्वगतिसमासेषु प्रतिषेधः इति वाच्यः इति वार्तिकमस्ति। तत् वार्तिकेन पर्वलिङ्गं द्वन्द्वतत्पुरुषयोः इति सूत्रं निषेधं भूत्वा विशेषस्य पदम् अनुसृत्य समासस्य लिङ्गं निर्णयते। न अवगतं महोदय, परं द्विगु द्विगु वार्तिकमस्ति, वार्तिकमस्ति द्विगु प्राप्तापन्नालं पूर्वगतिसमासेषु प्रतिषेधः वाच्यः इत्युक्ते वार्तिकः। दिगु यतिसमासेषु यदि प्राप्त आपन्न अलम् इति पूर्वपदेन पदे चेत् उपसर्जनं पूर्वम् इति भूत्वा पूर्वं भवेत् तत्र द्वन्द्वतत्पुरुषयो परमलिङ्गद्वन्द्वतत्पुरुषयो इति सूत्रस्य कार्यं न करोति, किन्तु तत्र उत्तरपदस्य विशेषणस्य लिङ्गम् आधारीकृत्य समस्तपदस्य लिङ्गं भवति इति. साधारणतया प्राप्त जीविका इति स्त्रीलिङ्गमस्ति, जीविका इति नित्यस्त्रीलिङ्गमस्ति इति कृत्वा समस्तपदस्य स्त्रीलिङ्गमेव भवति, न तु पुल्लिङ्ग अथवा नपुंसकलिङ्गं न भवति. किन्तु पुल्लिङ्गं नपुंसकलिङ्गम् इष्यते, विशेष्यपदमस्ति कृत्वा विशेषणरूपेण विशेष्यस्य विशेषण विशेषणविशेष्यभावम् अस्ति कृत्वा विशेषणस्य लिङ्गं भवति विशेष आधारेण इति कृत्वा यदि पूर्वपदं समस्तपदे प्राप्त आपन्न अलम् इति त्रीणि पदानि पूर्वनिपातरूपेण समस्तपदस्य भवति तत्र द्विगु गतिसमासेषु तत्र पर्वलिङ्गं द्वन्द्वतत्पुरुषकार्यं न करोति, केवलं विशेष्य आधारेण विशेषणस्य लिङ्गं भवति इति. महोदय अत्र प्रतिषेधः अर्थं किम्? प्रतिषेधः इति पर्वलिङ्गं द्वन्द्वतत्पुरुषस्य निषेधः इति अर्थम्. ओ ओके. सामान्यसूत्रमस्ति, उत्सर्गसूत्रमस्ति न पर्वलिङ्ग तत्पुरुषसमासः अस्ति, प्राप्तापन्ने च द्वितीया इति तत्पुरुषसमासः अस्ति, किन्तु तत्र प्राप्त इति आपन्ना इति पदद्वयं किं भवति? पूर्वनिपादं भवति. यत्र तत्पुरुषस्य यदि प्राप्त आपन्न अलम् त्रीणि पदानि अन्यतरस्य किमपि पदं पूर्वं भवति चेत् तत्र द्वन्द्वतत्पुरुषर्वलिङ्गं द्वन्द्वतत्पुरुषस्य सूत्रं प्रपाद्य वार्तिकमेव भवति इति किं वदति? विशेष्यपदम् अनुसृत्य समासस्य लिङ्गं निर्मीयते इति. अग्रिमपरिच्छेदे दत्तमस्ति तस्य विवरणं, पठतु भगिनि. द्विगु प्राप्तापन्नालम् अलं पूर्वगतिसमासेषु प्रतिषेधः वाच्य इति वार्तिकेन द्विगुसमासे प्राप्तः आपन्नः अलमिति पदानि पुरुषस्य पूर्वपदे चेत् गतिसमासे च पर्वलिङ्गता न भवति. अर्थात् एतेषां समासे विशेषस्य अनुसारेण समासस्य लिङ्गं भवति. जीविकां प्राप्तः पुरुषः इति विवेच्छा चेत् पुरुषः इति पुंलिङ्ग अस्ति इति कृत्वा समासः पुंलिङ्गे भवति प्राप्तजीविकः इति. प्राप्तक्रियायाः विशेष्यम् अस्ति पुरुषः इति कृत्वा समासः पुंलिङ्गे भवति अनेन वार्तिकेन. ततः सुप्रत्ययस्य विधानानन्तरं प्राप्तजीविकः इति तत्पुरुषसमासः सिद्ध्यति. यदि जीविकां प्राप्त महिला इति विवक्षा चेत् प्राप्तजीविका इति समासः भवति. प्राप्तक्रियायाः विशेष्यम् अस्ति महिला इति कृत्वा समासः स्त्रीलिङ्गे भवति अनेन वार्तिकेन. ततः सुप्रत्ययस्य विधानानन्तरं प्राप्तजीविका इति तत् समासः आसीत्. तदेव महोदय उक्तं द्विगु समासः गतिसमासेषु प्राप्त आपन्ना अलं शब्दाः पूर्वनिपातः अस्ति चेत् वा इति लिङ्गं स्त्रीलिङ्गं कथं कुर्मः इति चेत् विशेष अनुसृत्य विशेषणं लिङ्गं भवति. उदाहरणमत्र अस्ति जीविकां प्राप्तः पुरुषः, अत्र पुरुषः इति विशेषं दत्तः. जीविका प्राप्तः इति पुंलिङ्गरूपमेव. अन्य उदाहरणमस्ति जीविकां प्राप्ता, अत्र महिला इति विशेषपदमस्ति, तत्र जीविका प्राप्ता इति प्राप्तजीविका इति समः भवति. अत्र किं स्मर्तव्यं भगिनि, प्राप्तजीविका इति प्रातिपदिकं स्वीकुर्मः चेत् तत्र प्राप्ता इति पूर्वपदम् अस्ति. यदि प्राप्तः इति प्राप्ता इति पूर्वपदम् अस्ति, तत्र वार्षिकस्य बलेन दिगुसमासे, तत्पुरुषसमासे एवं गतिसमासेषु परवलिङ्गं दत्तं न भवति इति कृत्वा जीविकां प्राप्तः पुरुषः इति, जीविका प्राप्ता इति द्वितीयाश्रितावीतकथितगतात्यस्य प्राप्ता बन्नै इति सूत्रेण भवति चेत् तत्र परवलिङ्गं द्वत्तत्पुरुषयो इति कार्यं करोति. किन्तु प्राप्तजीविका इति प्रातिपदिकं भवति, तत्र परवलिङ्गं द्वत्तत्पुरुषकावल्यं करोति न करोति, केवलं विशेषस्य लिङ्गपुरुष आधारेण प्राप्तजीविका इति प्रातिपदिकस्य अपि लिङ्गवचनं भवति. पुरुषः इति पुल्लिङ्गे एकवचने अस्ति कृत्वा प्राप्तजीविकः इति पुल्लिङ्गं पुल्लिङ्गरूपेण भवति. यदि महिला इति अस्ति तत्र प्राप्तजीविका इति स्त्रीलिङ्गे भवति. यदि तत्र पुष्पम् अस्ति चेत् नपुंसकलिङ्गम् अस्ति चेत् प्राप्तजीविकं इति भवति. महोदय मम दिस् इस् उषा भगिनी. महोदय बट् ऐ हेव् रिटन् द्वितीय ऐ मीन् षष्टि तत्पुरुषसमास इत्येव सिद्ध्यति इति, जस्ट् लैक् द्वितीयं राष्ट्रस्य अन्यतरस्याम् इत्यनेन. कुत्र अस्ति द्वितीय तृतीय तृतीयाणि अन्यतरस्यां? सिमिलर्ली ऐ हेव् रिटन् प्राप्तजीविकः, प्राप्तस्य जीविकः. अत्र केवलं द्वितीय तत्पुरुष एव भवति, केवलं पूर्वनिपातस्य परिवर्तनं भवति. द्वितीयान्तं भवति प्राप्तः सा प्रत्ययः, न प्राप्तः सा प्रत्ययः. विग्रहवाक्यं देन् किं महोदय? देन् प्राप्तस्य जीविकः प्राप्तस्य जीविकां प्राप्तपुरुषः इति विग्रहवाक्यं, जीविकां प्राप्तपुरुषः इति विग्रहवाक्यम्. अत्र पुरुषः इति विशेष्यमस्ति, तस्य विशेषणरूपेण भवति जीविकां प्राप्तः इति. विशेषणरूपेण इष्यते चेत् प्राप्तजीविका इति प्रातिपदिकं स्वीकुर्मः. महोदय ऐ आल्सो हेव् दिस् इङ्ग्लिश् बुक् दट् ऐ एम् सीङ्ग्. प्राप्ता पन्ने च द्वितीयया, प्राप्त अण्ड् आपन्न आर् कम्पौण्डेड् वित् सुबन्ता वर्ड् इन् द सेकेण्ड् केस् अफिक्स्. इन् दि आल्टर्नेटिव् वि हेव् द षष्ठी तत्पुरुष. प्राप्तो जीविकां बिकम्स् प्राप्तजीविकः. आपन्नो जीविकाम् आपन्नजीविकः. So here jivika being upasarjana is shortened, that's what it says. Mohdaya, at least in the English book. I didn't bring the English book. Anyway, maybe we'll wait, we should. In the book also I'm seeing like that, Mohdaya. I also have in the notes that it is shashti tatpurusha. The words of the after obtained and apanna obtained are optionally compounded with the words ending in second case suffix and form takusha compound. The anuvritti of the words. Anuvritti of the words. Ekadesh. Ekadikarane. This aphorism states an alternative goes to rule one. This thing is that. What is this rule? That is the dvitiyat kshitatita patita gatatyastha praptapannai. Yeah. So what does it say? This aphorism states that, this sutra states that alternative goes to that thing. So yeah. We have prapta jivikaha, prapto jivikam or prapta jivikaha, obtained this livelihood. Also prapta. किम् वदति एकदेशेन एकाधिकरणे इति निवृत्तं द्वितीयं प्राप्तः प्राप्तो प्राप्तः प्राप्तः जीविकाम् अस्ति प्राप्तः इति विसर्गस्य जीविकाम् इति द्वितीया अस्ति या जीविकाम् इति द्वितीया विट् इस् विच् बिकम्स् प्राप्तजीविकः जीविका तत्रापि षष्टि न उल्लेखः अस्ति. But in my book, I have this book, what is that? Charudeva Shastri, Paniniri interpreted. And I have also written in the notes, Mother. It is also, it should be in the, I didn't hear the Dvani Mudranam, but. It was the Dvani Mudranam, but it was the Dvani Mudranam, Shastri. केवलं द्वितीयतत्पुरुषप्राप्तापन्ने इति वन् सूत्र तस्य अपवादरूपेण प्राप्तापन्ने केवलं लिङ्गविधानार्थं वार्तिकं भवति. इन् द केस् आफ् प्राप्तापन्ने च द्वितीय, इन् द केस् आफ् द्वितीया तृतीया द्वितीया प्राप्तापन्ने इति द्वितीया तृतीया चतुर्थ तृतीयान्यतरस्यम् इति तत्र अन्यतरस्यम् इत्यस्य अवगत. किन्तु द्वितीयातीतपतितगतात्यर्थप्राप्तापन्ने इति सूत्रे द्वितीया इति प्रथमान्तम् अस्ति कृत्वा सर्वदा जीविका इति एव पूर्वपदं भवति. पूर्वपदम् अस्ति आम् महोदय. किन्तु प्राप्तापन्ने च द्वितीयया इति अन्यतरस्यां सूत्रेण किं भवति? प्राप्ता आपन्न पदद्वयस्य एव पूर्वनिपादं भवति अन्यतरस्याम् इति बलेन. प्राप्तापन्ने च महोदय, प्राप्तापन्ने च द्वितीयया इत्यनेन प्राप्त अथवा आपन्न इति पूर्वपदं भवति. पूर्वपदं द्वितीयया इति किं वदति? इन्द्रद्वितीयतत्पुरुषसमासस्य विषये अन्यतरस्यां इस् गिविङ्ग् अस् द षष्ठी तत्पुरुष. अन्यतरस्यां किम्? अन्यतरस्यां इस् दि अन्यतरस्यां डजन्ट् मीन् दट् षष्ठी तत्पुरुष भवति. विकल्प भवति. विकल्पत्वम् इस् वाट्? पूर्वनिपाद. ओके, बट् देन् ऐ डोण्ट् नो वै दिस् बुक् सेस्. Yeah, but, because I also have written in my notes, Mahalaya. Even in the Balaramama, it doesn't say anywhere about Shasti. Balaramama, Sattva Bodhini also doesn't say anything about it. Nowhere is the Shasti Tatpurusha is Ulleka. Mahalaya, then why should it come under Shasti Tatpurusha? Because we are doing the... No, we are doing the apavada and nisheda and all that. Right, but because it is apavada for Shashti Tadpura, Shashti Tadpura is... No, Bhagini. What has been done is that first, Vidya Bhagini took the Shashti Tadpura apavada. Then she took the apavada of the Vidya. As Usha Bhagini, I also feel somewhere that something Shashti entered into my brain, but I don't know where it is. No, we talked about... If you look at this, the, what you call the tree, what you call the... See, here you see that. Tatpurushatya Panchangani. Can you see that? Then Samanya Tatpurusha Sutra, in that, Dvitiya is the Dvitiya Tatita Tatya and Dvitiya Tatpurushasya Apavada Rupena Praptapanneja Dvitiya is the Tavasti. Then she goes all the way down up to Shashti. Mm. In the Shashti, she has not given the, this sutram at all. Yeah, no. Praptapanneja Dvitiya is only Apavada for the other Dvitiya. द्वितीया कृतातीतपतितगतात्यस्तप्राप्तापन्नैः इति सूत्रस्य अपवादः या दट्स् वाट् ऐ हेव् रिटन् टु महोदय बट् इट् इस् द्वितीय तत्पुरुषस्य अपवादसूत्र इस् प्राप्तापन्ने च द्वितीयया बट् ऐ डोण्ट् नो वाट्स् मै नोट्स् एण्ड् इन् दिस् बुक् एनिवे पूर्वादरोत्तरम् एकदेशि एकाधिकरणे अर्धं नपुंसकं द्वितीय तृतीय चतुर्थी तृतीयान्यन्यतरसन् कालापरिमाणिनाम् दीस् आर् आल् षष्टि अपवादः बट् इफ् यु लुक् अट् दिस् वन् इन् द पाणिनीयति यु विल् फैण्ड् दट् इट् कम्स् अण्डर् दिगुश्च द्वितीयातीत It is not coming under the Kalaha, Sami, Kala, Achyanta, Sanyogeja. Where does the sutra has been placed? It's only placed there because of the Anavritti. Chaturthi, Tadartharta, Velihita, Ripshidaihi. That is wrong. We are not come to. This is 224, yeah. प्राप्तापन्ने च द्वितीयया इस् 224 बिकास् वि नीड् अनुवृत्ति या 224 प्राप्तापन्ने च द्वितीयया इमिडियेट्लि आफ्टर् अन्यतरस्य फोर् द अन्यतरस्यम् बट् आक्चुलि स्पीकिङ्ग् दट् हेस् नथिङ्ग् टु डु वित् षष्टि इट् हेस् नथिङ्ग् टु डु षष्टि बट् देन् ऐ हेव् रिटन् दर् इस् And in this book also, it says, Charudeva Shastri. Because I, immediately they talked about, just like we had Dvitiyam Rashtrasya, just like that, here also it is, by the Anyatarasyam, there is Shashti, it's what I have written. Anyway, no, Madhya, could be wrong, so maybe tomorrow we can... No, tomorrow Bhagini is not there. I am going to have to take very soon. Oh, I see. Okay. Bhagini is down with the sore throat. Oh, okay. No, she was coughing, no? So... I couldn't find Shashti Tatpurusha. Let me, I will also try to hear the... Towards the end, she talked about it. That much I remember, Madhya. So maybe towards the last half an hour. Anyway, yeah, the last half an hour I will try. Okay. Okay, so we'll stop here. Anything else? We didn't do these examples. No. Even the first one, Madhya, we didn't do. Acha. Yeah, but it's very simple. Yeah. But we didn't do that Vartikam or anything in the class yet. Oh, yes. Okay. So I'm going ahead. Anyway, it's simple, so we couldn't announce. possible. Yeah, no, reading it earlier is but good. When I heard the recording, I was wondering whether it is a Karaka class or a लैक् अथ प्रत्ययेन कर्म उक्ता भवति कर्ता उक्ता भवति धनम् अस्माभिः धनं दानीयं दट् कैण्ड् आफ़् सेण्टेन्स् या या कृत्यप्रत्यय एण्ड् लुडन्त विल् सकर्मक कर्मार्थे भवति अकर्मक भावार्थे भवति या देन् वि टाक् अबौट् द स्नानीयं या धन्यवादः धन्यवादः.